नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति उपदायामपि गुणः सूत्रसहिता दृष्टिः इति. तत्र उपदायां गुणः केन सूत्रेण भवति इति चेत् उगन्तलघुपदस्य च इति सूत्रमस्ति. तस्य सूत्रस्य विवरणं वयं पठन्तः स्मः. गते सप्ताहे अयं विषयः आरब्धः. तत्र पुनः पश्यामः सूत्रे किम् अस्ति इति, कथं सूत्रस्य अन्वयः कथं भवति, सूत्रस्य अर्थं कथं ज्ञातुं शक्नुमः इति पुनः अद्य पश्यामः. अत्र सूत्रमस्ति पुगन्तलघुपदस्य च इति सूत्रमस्ति. तर्हि अत्र सूत्रे कार्यद्वयं सम्भवति. एकमस्ति पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति एकं कार्यम्. तस्मिन्नेव सूत्रे द्वितीयं कार्यमस्ति लघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति अस्ति. तर्हि अत्र प्रथमं लघुपदस्य च अङ्गस्य, कुत्रचित् ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. तर्हि अत्र पुगन्तस्य अङ्गस्य इकः गुणः इति एकं कार्यम्, लघुपदस्य अङ्गस्य इकः गुणः इति द्वितीयं कार्यम्. अधुना अत्र लघुपदस्य अङ्गस्य इकः गुणः इत्यस्मिन् विषये चिन्तनं कुर्मः प्रथमतया. तदनन्तरं पुगन्तस्य अङ्गस्य इकः गुणः कथं भवति इति पश्यामः, यतोहि तत्र निजन्तप्रसङ्गे अस्ति. तर्हि अत्र प्रथमं कार्यं पश्यामः चेत् लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति सूत्रस्य अनुवृत्तिसहितसूत्रमस्ति. तर्हि पुनः एकवारं सूत्रं पठामः. सुमन् भगिनी आरम्भं करोति वा? सुमन् भगिनी, क्षम्यतां भगिनि. पुगन्तलघुपदस्य च इति सूत्रं पठतु, पूर्णसूत्रार्थः. निमेषद्वयेन पठामि भगिनि, इदानीं किञ्चित् असिद्धा अस्मि. अस्तु अस्तु, चिन्ता नास्ति. अस्तु, वेङ्कटरामन् महोदय आरम्भं करोतु. आं भगिनि, कुतः? पूर्णसूत्रार्थः पुगन्तलघुपदस्य च. पूर्णसूत्रार्थः सूत्रस्य विवरणमस्ति खलु, तथा ततः पायिण्ट् टु पूर्वतने पाठे उपदायामपि गुणः इति करपत्रमस्ति खलु. उपदायां गुणः तत्र, हा तत्र मा तत्र पुगन्तलघुपदस्य च न, तत् सर्वं बुद्धियोगः शप्योगः इति तत् सर्वं जातं. तत् तस्य अनन्तरं पूर्णसूत्रार्थः पुगन्तलघुपदस्य च इति सूत्रमस्ति खलु, सम्पूर्णसूत्रस्य विवरणं. पेज् 4 औट् आफ् 9. बुद्ध योगः शप्ति इति ततः अग्रे तत्र भुवादिगणे अन्यानि उदाहरणानि अस्ति खलु, ततः अग्रे पूर्णसूत्रार्थः. क्षम्यतां भगिनि, चिन्ता नास्ति. पुगन्तलघुपदस्य च, पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. पुक् अन्ते यस्य तत् पुगन्तं, लघ्वी उपदा यस्य तत् लघुपदं, पुगन्तस्य लघुपदञ्च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः तस्य पुगन्तलघुपदस्य. पुगन्तलघुपदस्य षष्ट्यन्तं पदं च अव्ययपदं द्विपदमिदं सूत्रम्. निदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुकार्धधातुकयोः इत्यस्य पूर्णावृत्तिः, पूर्णानुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः इको गुणवृत्ति इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी नोक्तम्. अनुवृत्तिसहितसूत्रं पुगन्त लघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः. अग्रे पठामि वा? न, तावत् तावत् वदतु महोदय, किम् अवगतम्? पुगन्तस्य अङ्गस्य अहं न जानामि भगिनि. प्रयत्नं करोतु, किञ्चित् प्रयत्नं करोतु. अत्र किम् अत्र पुगन्तलघुपदस्य च पुगन्तस्य अत्र अनुवृत्तिः सर्वं वदतु. अनुवृत्तिः सर्वम् उक्त्वा तत्र पुगन्तलघुपदस्य इति सूत्रं, द्विपदमिदं सूत्रं, पुगन्तः लघुपदस् पुगन्तः लघुपदस्य च पुगन्तः पुगन्तलघुपदस्य च पुगन्तलघुपदस्य लघुपदस्य इति एकं पदं च अव्ययपदं. पुगन्तलघुपदस्य पुगन्तस्य लघुपदस्य च समाहारद्वन्द्वः पुगन्तलघुपदस्य. यस्य पदस्य अन्ते पुक् इति इकः इक् इक् भवति तत् पुक्. यस्य पदस्य अन्ते पुक् पुक् इति अस्ति तद् पुगन्तं. पुगन्तं लघ्वी उपदा, पुगन्तस्य लघ्वी उपदा यस्य तत् लघुपदम्. एतत् सूत्रं पूर्णसूत्रं न, पूर्ण सूत्रार्था पूर्णसूत्रार्थात् मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः भवति. सार्वधातुकार्धधातुकयोः इत्यस्य पूर्णानुवृत्तिः. अङ्गस्य इति इत्यस्य अधिकारः. इको गुणवृत्ति इत्यस्मात् इकः अनुवृत्तिः भवति. अनुवृत्तिसहितपूर्णसूत्रम् एवं भवति. पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः इति. अस्तु अस्तु, मया न अवगतम्. अस्तु अस्तु, चिन्ता नास्ति, चिन्ता नास्ति. अत्र अत्र पश्यतु, एता भवान् उक्तवान् अत्र पुगन्तलघुपदस्य च इति एव सूत्रमस्ति. तेन पूर्णसूत्रार्थः कः इति न ज्ञातुं शक्नुमः. तदर्थम् अत्र गुणः इति पदम् अनुवृत्तमस्ति मिदेर्गुणः इत्यस्मात् सूत्रात्. पूर्वसूत्रमस्ति मिदेर्गुणः. अपि च तत्र गुणः वयं जानीमः, यत्र यत्र सूत्रेषु गुणः इति पदम् अस्ति तत्र इको गुणवृद्धि इति परिभाषासूत्रम् आगत्य वदति. गुणः कस्य गुणः भवति इति चेत् इकः गुणः इति तत् पदमपि तत्र आगत्य उपविशति सूत्रेषु. यत्र यत्र गुणः अथवा वृद्धिः इति पदम् अस्ति तत्र इकः इक् इति वर्णस्य स्था इकः स्थाने गुणः इति इकः इति स्थाने आगच्छति. अपि च अत्र एतत् सूत्रम् अङ्गस्य इत्यस्य अधिकारे अस्ति. यतोहि सूत्रसङ्ख्या पश्यामः चेत् सप्तमाध्यायस्य तृतीयपादे अस्ति. यथा पूर्वोक्तं षष्ठाध्यायस्य चतुर्थपादात् आरभ्य आसप्तमाध्याय अन्तपर्यन्तम् अङ्गकार्यम् अङ्गस्य इत्यस्य अधिकारः अस्ति. एतत् सूत्रमपि तस्मिन्नेव क्षेत्रे अस्ति. सप्तमाध्यायस्य तृतीयपादे अस्ति. अतः अङ्गस्य इत्यस्य अधिकारः अस्ति. अतः वयं जानीमः अङ्गकार्यम् इति जानीमः. तर्हि इदानीम् अत्र सार्वधातुक अर्धधातुकयोः इति पदमपि अनुवृत्तं. तर्हि आहत्य अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः. अस्तु, अधुना अत्र सन्दीप् महोदय वदतु, अत्र सार्वधातुक अर्धधातुकयोः इत्यस्य इत्यस्य विभक्तिः का? षष्ठी वा? सप्तमी. तस्य अर्थः कः? सप्तमी इत्युक्ते सार्वधातुक अर्धधातुकयोः सार्वधातुक परे अस्ति चेत् तस्मात् पूर्वं कार्यं भवति. सत्यं सत्यं, तर्हि सार्वधातुक अर्धधातुकयोः इति एव निमित्तम् अस्ति, तस्मात् पूर्वं कार्यं भवति, अङ्गे कार्यं भवति, तस्मात् पूर्वम् अङ्गम् अस्ति. सार्वधातुक अर्धधातुकयोः इत्यस्य अर्थः कः? किं भगिनि? सार्वधातुकम् इत्यस्य अर्थः कः? तिङ्क्षित् सार्वधातुकं. तिङ्क्षित् सार्वधातु सत्यं, तर्हि सार्वधातुकम् इति संज्ञा अस्ति, प्रत्ययस्य संज्ञा खलु. तर्हि अत्र सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः अस्ति चेत् पूर्वम् अङ्गस्य किमपि कार्यं भवति. कीदृशकार्यम् इति चेत् इकः गुणः इति अस्ति. तर्हि अत्र आहत्य पश्यामः चेत् अत्र प्रथमं वाक्यं कथं भवति? लघुपदस्य च अङ्गस्य, लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः इति अस्ति. तर्हि अत्र लघुपदस्य अङ्गस्य इकः, तेषां सम्बन्धः कः? विशेषण विशेष्यं. किं विशेष्यं, किं विशेषणम्? लघुपदस्य अङ्गस्य, अत्र अङ्गः अङ्गम् अङ्गं विशेष्यं, विशेषणं लघुपद. सम्यक् सम्यक्, बहु समीचीनं. तर्हि अङ्गम् इति विशेष्यम् अस्ति, लघुपदस्य इति विशेषणम् अस्ति, सत्यम्. तर्हि तत्र इकः अपि च अङ्गस्य लघुपदस्य तेषां सम्बन्धः? अहं मन्ये इकः अपि विशेषणमस्ति लघुपदस्य अङ्गस्य, लघुपदस्य इकः, सो इकः विशेषणमस्ति लघुपद अङ्गः अङ्गं विशेष्यम्. इकः इति विशेषणमस्ति, लघुपद इति विशेष्यम् इति वदति वा? तर्हि तत्र अङ्गस्य इकः इति अपि विशेषणविशेषभावः खलु, यतोहि अङ्गस्य इति अङ्गस्य विशेष्यं, लघुपदस्य इति विशेषणम् इत्युक्तम्. अधुना किं वदति? लघुपदस्य इति विशेषणम्, इकः इति विशेष्यम् इति वदति वा? इकः अत्र विशेषणं भवति लघुपदस्य. अहं वदामि वा भगिनि? वदतु. इकः इति विशेष्यमस्ति, तस्य विशेषणं द्वयमपि अस्ति अत्र, लघुपदस्य अङ्गस्य, एतद्द्वयमपि विशेषणमस्ति. अङ्गस्य इकः तयोः सम्बन्धः कः? अङ्गस्य इकः अगैन् विशेषणविशेष्यभावः अत्र अस्ति. हा, अङ्गस्य इकः इत्युक्ते अङ्गमेव इक् इति वदति वा? इदानीम् अङ्गमेव लघु लघुपदम् अङ्गम् इकः अङ्गस्य, इकः अङ्गस्य, अङ्गस्य इकः न, इकः अङ्गस्य. तर्हि अर्थः कः? विशेषणविशेष विशेषणविशेषभावः अस्ति इति वदति चेत् अङ्गस्य इकः, तर्हि अङ्गमेव इक्, इक् एव अङ्गम्. अपि च लघुपदस्य अङ्गस्य तयोः अपि विशेषणविशेषभावः अस्ति इति वदामः चेत् तर्हि अङ्गमेव लघुपदं, लघुपदमेव अङ्गं, तर्हि अत्र क्लेशः अस्ति खलु. अङ्गमेव इक् इति एकस्मिन् पक्षे वदति, अन्यस्मिन् पक्षे वदति अङ्गमेव लघुपदम् इति. तर्हि कथम् अन्वयः? अहं प्रयत्नं कुर्मः. करोतु करोतु. ओके, तुक् आदेशः अन्तस्य अङ्गस्य वा लघुपदा इकः अङ्गस्य वा? महोदय एक क्षम्यताम्, अत्र पुगन्तम् इति त्यजतु इदानीम् अत्र, यतोहि तस्मिन् कार्यद्वयम् अस्ति. अधुना अत्र लघुपदस्य अङ्गस्य इकः तदेव पश्यामः. लघुपदस्य इकः, इकस्य इकः अङ्गस्य. हा, तत्र लघुपदस्य अङ्गस्य इकः तेषां सम्बन्धः कः? लघुपदस्य इकः एकम्, अङ्गस्य द्वितीयं, लघु ऐ मीन् लघुपदस्य इकः, लघुपदस्य इकः विशेषणम्, अङ्गस्य विशेष्यम्. पुनः वदतु विशेष्यं किम्? लघुपदस्य इकः विशेषणम्, अङ्गस्य विशेष्यम्. लघुपदस्य इकः इति पदद्वयं विशेषणं वा? किमपि प्रयत्नं करोमि न, एकक्षणं भगिनि, अत्र रामनाथन्महोदय वदतु, अत्र लघुपदस्य इति अपि विशेषणम् इकः इति अपि विशेषणम् इति वदति वा? आम्, द्वयमपि विशेषणम् अङ्गस्य इति विशेष्यम् इति वदति. तर्हि अङ्गम् एव अङ्गमेव लघुपदम्, अङ्गमेव इक्, कथम् अन्वयः? अङ्गमेव इक्, अङ्गमेव लघुपदम् इति वदति. तर्हि अङ्गमेव लघुपदम्, अङ्गमेव इक्, कथम् अन्वयः? यदि इक् अङ्गमेव इक् इति वदति चेत् तत्र उपधा एव, उपधा न भवति खलु? लघुपदा इक्वस्य ह्रस्वरूपम् उपधा वर्णः अङ्गस्य. हा, अत्र अत्र विवरणम् अस्तु, अत्र सम्बन्धः कः इति वदतु. अत्र लघुपदा विशेषणम् इकः विशेष्यम्. इकः विशेष्यं, विशेषणं किम्? अङ्गस्य लघुपदस्य विशेषणम्. इकः इति विशेष्यम्, अङ्गस्य लघुपदस्य इति विशेषणम्. तर्हि तत्र किं वदति? अङ्गमेव, तथापि अन्वयः कथं भवति? अङ्गमेव इक्, इक् एव लघुपद इति कथं भवति तथा? अत्र शेखर् महोदय वदतु. प्रायः मन्ये अत्र सूत्रार्थः एवं स्यात्, नाम इगन्तस्य अङ्गस्य गुणः भवति, इगन्तस्य अङ्गस्य गुणः भवति इति सूत्रार्थः स्यात् अत्र. न, तत्र सम्बन्धः कः इति वदतु. अत्र लघुपदस्य अङ्गस्य इकः गुणः इति अस्ति, लघुपदस्य अङ्गस्य इकः, तेषां सम्बन्धः कः? अस्तु, इकः इति लघुपदस्य इकः इति इत्यनेन तत्र गुणः विधीयते, तर्हि इकः एव तत्र विशेष्यं भवति किल अत्र. इकः विशेष्यं, तर्हि विशेषणं किं? विशेषणं भवति लघुपदस्य इति. इकः इति विशेष्यम् इति वा? आम्, इकः विशेष्यं, लघुपदस्य विशेषणम् इति वदति. तर्हि तत्र लघुपदम् एव इक् इति वदति वा? अस्तु, अन्य कोऽपि प्रयत्नं करोति वा? भगिनि क्षम्यतां, मम उपनेत्रं नासीत् तस्मिन् समये, इदानीं सिद्धा अस्मि, अहं प्रयत्नं कर्तुं शक्नोमि. हा, वदतु. अहं चिन्तयामि, सम्यक् वा न जानामि, लघुपदस्य अङ्गस्य विशेषणम् अस्ति, इकः तत् अङ्गस्य भागः अवयवः. हा, सम्यक् सम्यक्, समीचीनं, वदतु. इदानीं लघु, पुनः वदतु, पुनः वदतु, सम्बन्धः कः? त्रीणि पदानि सन्ति, तेषां सम्बन्धः कः? लघुपदस्य इति पदम् अङ्गस्य विशेषणम् अस्ति इत्युक्ते, यत्र अङ्गे लघ्वी उपधा अस्ति तत् लघु उपधा, लघु उपधा अङ्गस्य विशेषणं भवति चेत् अङ्गस्य, इदानीं तु नपुंसकलिङ्ग षष्टिविभक्ति, लघु उपधस्य अपि तथा एव अङ्गस्य यत् वचनं, यत् लिङ्गं, या विभक्ति अस्ति तदपि लघु उपधा स्वीकरोति. इदानीम् अङ्गस्य विशेषणम् अस्ति लघु उपधस्य, किन्तु इकः तु अङ्गस्य भागः अस्ति इत्युक्ते अवयवः, यत्र अङ्गे इक् वर्णः अस्ति तत्र गुणः भवति. अस्तु, समीचीनं भगिनि. अत्र लघुपदस्य अङ्गस्य इकः इति चेत् अत्र अङ्गस्य अपि च इकः तयोः विशेषणविशेषभावः नास्ति इत्येव मुख्यविषयः अत्र. अङ्गस्य इकः इति तत्र अवयव अवयवीभावः अस्ति इत्युक्ते तत्र अङ्गम् एव अवयवी अवयवी अङ्गे बहवः वर्णाः सन्ति, तेषु वर्णेषु इकः इति एकः भागः, तर्हि इकः इति अवयवः, अङ्गम् इति अवयवी, तर्हि तत्र अवयव अवयवीभावसम्बन्धः अस्ति. अपि च लघुपदस्य अङ्गस्य तयोः विशेषणविशेष्यभावः अस्ति. अङ्गस्य इति विशेषणं, लघुपदम् इति विशेषणम्, इत्युक्ते तादृश अङ्गं यत्र लघुपदम् अस्ति. लघुपदम् एव अङ्गम्, अङ्गमेव लघुपदम्, इत्युक्ते अङ्गे लघुपदम् अस्ति. इदानीं लघुपदस्य अङ्गस्य तादृशलघुपदस्य इकः, तर्हि लघुपदस्य इकः गुणः भवति. तर्हि सूत्रस्य अन्वयः कथं भवति इति चेत्, लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः, इत्युक्ते तादृश अङ्गं यत्र लघुपदा अस्ति. लघु उपदा इत्युक्ते, लघु इत्युक्ते ह्रस्वं लघुः इति सूत्रमस्ति. ह्रस्वः इत्युक्ते यः यः स्वरः ह्रस्वः अस्ति सः स्वरः, तस्य लघुसंज्ञा भवति. ह्रस्वस्वरः इत्युक्ते तत्र अकारः इकारः उकारः, ह्रस्वस्वरः यस्य उच्चारणम् एकमात्रकालेन भवति, तादृशस्वरस्य लघुसंज्ञा भवति. तादृशस्वरः लघुस्वरः उपदायाम् अस्ति. उपदा इत्युक्ते तत्र विनय महोदय वदतु, उपदा इत्यस्य अर्थः कः? भगिनि, उपदः केवलं अर्थः वर्णस्य पूर्वान्तम् उपधः कथ्यते. यथा धातु बुध् अतः ध वर्ण अस्ति, परन्तु वर्णस्य पूर्वं भू अस्ति. भू ऊ भूस् भागः उपधा अस्ति, उकारः उपधा अस्ति. उकारः उपधा अस्ति, सत्यं सत्यं. तर्हि अन्तिमवर्णात् पूर्वं यः वर्णः अस्ति तस्य उपधा संज्ञा. यथा अत्र बुद्ध धातुः, तत्र उकारः दकारः अन्तिमवर्णः अस्ति, तस्मात् पूर्वम् उकारः अस्ति, तर्हि उकारस्य उपधा संज्ञा. तर्हि तादृश अङ्गं यत्र लघु उपधा अस्ति, यत्र उपधायां लघुस्वरः अस्ति, कीदृशलघुस्वरः इति चेत् इक् इक् वर्णः. इक् वर्णेषु कोऽपि वर्णः, तर्हि इक् प्रत्याहारे के के वर्णाः? अत्र गीताञ्जलि भगिनी वदतु. इक् भगिनि इ उ रु लृ. तर्हि तेषु ह्रस्ववर्णाः, तेषु ह्रस्ववर्णः इत्युक्ते इकारः उकारः ऋकारः, ह्रस्ववर्णाः. तेषु ह्रस्ववर्णाः उपधायां सन्ति चेत् तर्हि तत्र गुणकार्यं भवति यदा निमित्तमस्ति. निमित्तम् इत्युक्ते सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः. तर्हि सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः अस्ति चेत् पूर्वं यत् अङ्गम् अस्ति तादृश अङ्गे लघु उपदा अस्ति चेत् लघु उपधायां कीदृशवर्णः इति चेत् इक् वर्णः, ह्रस्व इक् वर्णः अस्ति चेत् गुणकार्यं भवति इति सूत्रस्य अर्थः. इति तस्मिन् सूत्रे प्रथमं कार्यं, पुगन्तलघुपदस्य च इति सूत्रे प्रथमं कार्यम् अस्ति लघुपदस्य अङ्गस्य इकः गुणः इति प्रथमं कार्यम्. अग्रे पश्यामः पुगन्तस्य अङ्गस्य इकः गुणः कथं भवति इति अग्रे पश्यामः. अधुना अतः ततः आरभ्य तत्र अग्रे किञ्चित् दत्तमस्ति, तत् पठित्वा अत्र एतावता अस्माकं मनसि एकः प्रश्नः भवेत्. अत्र पूर्वम् अत्र पूर्वं सार्वधातुक आर्धधातुकयोः इति सूत्रं वयं पठितं, तत्र तत् सूत्रं पठितवन्तः. अधुना अत्र पुगन्तलघुपदस्य च इति सूत्रमस्ति, तर्हि तत्र तस्मिन् सूत्रे तत्र इतोपि परिभाषासूत्रद्वयं तत्र आगत्य सहकरोति तत्र. अत्र तथा नास्ति. किमर्थं तथा नास्ति इति प्रश्नः मनसि उदेति एव खलु. तत्र किं पठितम् अस्माभिः सार्वधातुक आर्धधातुकयोः इत्यस्मिन् सन्दर्भे? उमा भगिनी वदतु. येन विधिस्तदन्तस्य, हा येन विधिस्तदन्तस्य, तदनन्तरं न न सार्वधातुक आर्धधातुकयोः इति सूत्रे तत्र तत्र परिभाषाद्वयम् आगत्य सहकरोति तत्र तस्मिन् सूत्रे. सार्वधातुक आर्धधातुकयोः हा यथा अत्र विजयलक्ष्मी भगिनी उक्तवती एव, तस्मिन् सूत्रे यथा अस्माभिः पूर्वं पठितमासीत् तत्र सार्वधातुक अर्धधातुकयोः इति सूत्रे येन विधिस्तदन्तस्य इति परिभाषासूत्रं तत्र आगत्य सह करोति, अपि च अलोन्त्यस्य. तर्हि अत्र अत्र का गतिः तयोः सूत्रयोः अत्र प्रसक्तिः अस्ति वा? किमर्थं तस्य कार्यं नास्ति अत्र, तस्य कार्यम् अत्रापि भवेत् खलु इति प्रश्नः उदेति. तर्हि अत्र अग्रे पश्यामः. अत्र रमाबाई भगिनी पठति वा अग्रे? विद्या भगिनी, वन्स् अगेन् प्लीस् एक्स्प्लेन्, ऐ डोण्ट् अण्डर्स्टाण्ड्. न न न, सार्वधातुकार्धधातुकयोः इति सूत्रम् अस्माभिः पठितं खलु, पठितं वा न न वा? उमा भगिनी, सार्वधातुकार्धधातुकयोः इति सूत्रं you were there in the class, we studied that sutram, right? Gunah sutra sahita dartha tingshit sarvadartukam, that is nah. The expression nah. For that no the sarvadartuka ardhatukayoh iti gunavidayakam sutram, did you not study that gunavidayakam sutram? Ikaha angasya gunah sarvadartuka ardhatukayoh, we studied that. I know you were there in the class, I remember. Okay. tasmin sutre paribhasha dvayam agatya sahakaroti, अलोन्त्यस्य अपि च येन विधिस्तदन्तस्य. अत्र तयोः सूत्रयोः अत्र प्रसक्तिः अस्ति वा इति प्रश्नः. तर्हि अग्रे पश्यामः तस्य उत्तरं किम् इति पश्यामः. रमाबाई भगिनी पठतु. पठामि. ज्ञेयं यत् सार्वधातुकार्धधातुकयोः इति सूत्रस्य अनुवृत्तिः. वदतु. लघुपदस्य अङ्गस्य इकः इत्येषां सम्बन्धेषु कोऽपि उदाहरणं भवती दातुं शक्यते वा? हा पश्यामः महोदय. अत्र बुद्ध योगः शप् योगः ति इति अस्ति खलु. बुद्ध योगः शप् योगः ति. तर्हि अत्र शप् इति प्रत्ययः कीदृशप्रत्ययः? विकरणप्रत्ययः. तस्य सार्वधातुकं अतः सार्वधातुकसंज्ञकः सार्वधातुक आर्धधातुकयोः इति सूत्रेण सम्बन्धः अस्ति. सार्वधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अत्र अस्ति वा बुद्धियोगः शप् इत्यस्मिन् सन्दर्भे? नो तत्र नास्ति. तर्हि अत्र पश्यामः चेत् बुद्धियोगः शप् इति अस्ति. तर्हि शप् इति प्रत्ययः सार्वधातुकप्रत्ययः यथा उक्तवान् तिंशि सार्वधातुकम् इति सार्वधातुकसंज्ञकः अस्ति. अपि च अत्र बुद्ध धातुः बुद्ध इति अङ्गम् अस्ति. यतोहि प्रत्ययः अस्ति, प्रत्ययात् पूर्वं यः भागः अस्ति सः भागः अङ्गं. तर्हि बुद्ध इति अङ्गम् अस्ति. तर्हि अङ्गे अत्र लघुपदस्य अङ्गस्य इकः इति अस्ति. अत्र लघुपद अस्ति वा? आम् अस्ति. उपधायां कः वर्णः? उपधायां उकारः अस्ति. उकारः लघु ह्रस्व उकारः अस्ति. तर्हि लघु उपद अस्ति. उपधायां कीदृशवर्णः? इक् वर्णः अस्ति वा? आम् इक् वर्णः एव. तर्हि लघुपदस्य अङ्गस्य इकः पूरितं वा अत्र? अस्तु अवगच्छामि, धन्यवादः. लघुपदस्य अङ्गस्य इकः एकक्षणं. लघुपदस्य अङ्गस्य इकः गुणः. तर्हि इदानीम् अत्र लघु उपदा अपि अस्ति, अङ्गमपि अस्ति, उपदायां लघु इक् वर्णः अपि अस्ति. तर्हि तस्य गुणः भूत्वा किं भवति? गुणः बोध् इति भवति. बोध् इति भवति. यतोहि निमित्तमस्ति, सार्वधातुकप्रत्ययः तस्य अनन्तरम् अस्ति खलु. शप् इति प्रत्ययः सार्वधातुकप्रत्ययः. अतः लघु उपदा अपि अस्ति, अङ्गमपि अस्ति, लघु उपदायाम् इक् वर्णः अपि अस्ति. अतः गुणः भवति. सर्वाणि निमित्तानि पूरितानि. धन्यवादः भगिनी, इदानीम् आगच्छामि. अस्तु अत्र रमा सिवरामन् भगिनी वदतु. भगिनी, लघु टर्म् वै इट् इस् यूस् वै ह्रस्व कुड् हव् बीन् देर् नो ओ सर्वत्र यत्र लघु अत्र कारणेन कन्फ्यूषन् लघुकारणेन लघु ह्रस्व इट्स् सिनोनिम् ओन्ली हियर् रैट् लघु उपदा लघु उपदा हा लघु संज्ञा भवति लघुसंज्ञा सत्यं लघुसंज्ञा भवति तत्र लघुसंज्ञा भवति गुरुसंज्ञा अत्र अत्र दीर्घस्वरः अस्ति चेत् तस्य गुरुसंज्ञा भवति कुत्रचित् किं भवति इति चेत् अत्र गुरुसंज्ञा अस्ति चेत् किमपि विशिष्टकार्यं भवति लघुसंज्ञा अस्ति किमपि कार्यं भवति अतः तत्र लघु लघुसंज्ञा तत् संज्ञा एव तत्र ह्रस्वं लघुः इत्यनेन संज्ञा दीयते अस्तु अस्तु अस्तु भगिनि रमाबाई भगिनी अग्रे ध्येयं यत् सार्वधातुक आर्धधातुकयोः इति सूत्रस्य अनुवृत्तिसहितसूत्रम् एवम् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः अत्र इकः अङ्गस्य गुणः इत्यस्य वदनेन अङ्गस्य अन्ते यः इक् वर्णः तस्य गुणः इति अर्थः तत्र येन विधिस्तदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गं किन्तु तादृशम् अङ्गं यस्य अन्ते इक् अलोन्तस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः किन्तु पुगन्तलघुपदस्य च इति सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपदायाम् एतत् अर्थं येन विधिस्तदन्तस्य अलोन्तस्य इत्यनयोः प्रसक्तिः नास्ति अपि च अनुवृत्तिसहितसूत्रे अङ्गस्य इकः गुणः इति अस्ति न तु इकः अङ्गस्य गुणः पुगन्तलघुपदस्य च इति सूत्रे अङ्गस्य इकः अनयोः पदयोः समानाधिकरणं न इष्टम् पठामि वा न वदतु तावद् वदतु किमवगतम् सार्वधातुक आर्धधातुकयोः इति अनिवृत्तिसूत्रमस्ति इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः तत्र येन विहितस्य इकः अङ्गस्य एतेषां किं सूत्रं येन विहितस्य इकः अङ्गस्य अत्र अत्र भगिनि अत्र अत्र पुगन्तलघुपदस्य च इति सूत्रस्य तुलना केन सह केन सह भवति इकः अङ्गस्य गुणः पुगन्तलघुपदस्य च अङ्गस्य इकः पुनः एकवारं अत्र हा अत्र अत्र पुगन्तलघुपदस्य च इति सूत्रम् इदानीं पठितम् अस्माभिः तर्हि तस्य तस्य तुलना केन सह भवति सार्वधातुक आर्धधातुकयोः इति अनेन सह खलु सार्वधातुक आर्धधातुकयोः तर्हि अत्र कः प्रश्नः सार्वधातुक आर्धधातुकयोः तत्र इकः कुत्र भवति इति कारण इति प्रश्नः येन विदितस्य इकः अङ्गस्य इति अलोन्तस्य इति सूत्रेण किमर्थं तस्य सूत्रस्य प्रसक्तिः आसीत् सर्वधातुकार्धातुकयोः इति सूत्रे तत्र प्रसक्तिः अस्ति पुगन्तलघुपदस्य च इति सूत्रे ते येन विदितस्य अलोन्तस्य प्रसक्तिः अस्ति वा नास्ति वा इति उक्तम् अस्ति अत्र हा अत्र अत्र सार्वधातुक आर्धधातुकयोः इति सूत्रे येन विधिसदन्तस्य इति सूत्रस्य प्रसक्तिः किमर्थम् आसीत् इति परिभाषासूत्रं किमर्थं तत्र आवश्यकम् आसीत् तत्र तत्र सार्वधातुक आर्धधातुकयोः इकः अङ्गस्य गुणः इति अस्ति इकः अङ्गस्य गुणः इत्युक्ते इक् इति अङ्गं वा अङ्गे अङ्गस्य इकः वा इति प्रश्नः भवति तदर्थं येन विधिस्तदन्तस्य इति सूत्रेण इकः अङ्गस्य इत्युक्ते केवलम् इति अङ्गं अङ्गम् एव नास्ति, तादृशम् अङ्गं यस्य अन्ते अस्ति चेत् अपि तत्र गुणः भवति. सत्यं सत्यं सत्यम्. इकः अङ्गस्य गुणः सार्वधातुकार्धातुकयोः इति सार्वधातुकार्धातुकयोः इति सूत्रस्य अनुवृत्तिसहितसूत्रम् अस्ति. ततः तत्र इकः अङ्गस्य तयोः विशेषणविशेष्यभावः आसीत्, तर्हि इक् इति एव अङ्गम्, अङ्गमेव इक्. तथा अस्ति चेत् तत्र कार्यक्षेत्रं लघु भवति इति कृत्वा येन विधिस्तदन्तस्य इति सूत्रम् आगत्य सहकरोति. तत् सूत्रं वदति न केवलम् इक् इति अङ्गं, परन्तु तादृश अङ्गं यस्य अन्ते इक् वर्णः अस्ति इति. तत्र इतोपि कार्यक्षेत्रं बृहत् भवति अधुना. तदनन्तरं तत्र अङ्गस्य इकः इति अङ्गस्य सम्पूर्ण अङ्गस्य एव गुणकार्यं भवति वा इति चेत् न न, अलोन्त्यस्य इत्यनेन अन्तिम अल् वर्णस्य स्थाने एव गुणकार्यं भवति इति अस्माभिः पठितम्. तर्हि अत्र अत्र कः क्लेशः? अत्र पुगण्डलघुपदस्य सूत्रे येन विधीयन्तस्य अलोन्त्यस्य सूत्रः सूत्रस्य प्रसक्तिः नास्ति. किमर्थं चेत् भगिनि हा वदतु, सम्यक् वदतु. प्रसक्तिः नास्ति किमर्थं? प्रसक्तिः नास्ति किमर्थं चेत् अङ्गस्य एकनिमिषम् अनुवृत्तिसहितस्य अङ्गस्य एकः गुणः इति अस्ति, न तु एकः अत्र तु अन्ते न न एकक्षणं भगिनि, एकक्षणं भगिनी समापयतु, एकक्षणं रमाबाई भगिनि. अङ्गस्य इकः गुणः अङ्गस्य इकः गुणः एव भवति, इकः अङ्गस्य गुणः अत्र नास्ति. भेदः कः भेदः कः अङ्गस्य अत्र उपधायां भेदः कः उपधा अङ्गस्य इकः इत्युक्ते अङ्गे इक् अस्ति चेत् इकः अङ्गस्येन्द्र इक् इति अङ्गं हा भेदः कः सम्बन्धः सम्बन्धभेदः अस्ति खलु कः सम्बन्धभेदः एकः उदाहरणं दत्वा वदामि वा वदतु एकक्षणं महोदय तस्मात् पूर्वम् एक्साम्पल् अय्यो हा मां पृच्छति वा अस्तु अस्तु एकक्षणम् अत्र सुमन् भगिनी वदतु प्रश्नः कः कः प्रश्नः अस्ति इदानीं तु विधिपद येन विधि तदन्तस्य वदति इक् इक् इति अङ्गम् एव नास्ति न गृहीतव्यं किन्तु तादृशम् अङ्गं यस्य अन्ते इक् वर्ण अस्ति किन्तु अत्र तु प्रश्न उदेति अत्र इक् वर्ण अन्ते नास्ति खलु उपधाय एकक्षणम् तस्मिन् सूत्रे इकः अङ्गस्य सार्वधातुकार्धातुकयोः इति सूत्रे इकः अङ्गस्य तयोः कः सम्बन्धः विशेषणविशेष्य हा अत्र अङ्गस्य इकः कः सम्बन्धः अवयवी अवयवः हा तदेव भेदः अस्ति येन विधिस्तदन्तस्य इति सूत्रं कदा कार्यं करोति इकः अङ्गस्य विशेषणम् अस्ति चेत् हा येन विधिस्तदन्तस्य तदा एव कार्यं करोति यत्र विशेषणविशेष्यभावः अस्ति यथा अत्र इकः अङ्गस्य तयोः विशेषणविशेष्यभावः अस्ति तस्मिन् सन्दर्भे येन विधिस्तदन्तस्य इति सूत्रं कार्यं करोति यत्र विशेषणविशेष्यभावः अस्ति अत्र अस्मिन् सूत्रे पुगन्तलघुपदस्य च इति सूत्रे अङ्गस्य इकः तयोः विशेषणविशेष्यभावः एव नास्ति अतः येन विधिस्तदन्तस्य इति सूत्रस्य इति सूत्रं कार्यमेव न करोति यतोहि यत्र यत्र विशेषणविशेष्यभावः अस्ति तत्र एव येन विधिस्तदन्तस्य इत्यस्य कार्यं भवितुम् अर्हति अतः अत्र अङ्गस्य इकः इति अवयव अवयवीभावसम्बन्धः अस्ति अतः येन विधिस्तदन्तस्य इत्यस्य आवश्यकता नास्ति अत्र कार्यमपि न करोति अतः तत् सूत्रम् अत्र कार्यं न करोति ततः अग्रे अत्र अलोन्त्यस्य इत्यस्य आवश्यकता अस्ति वा न वा इति प्रश्नः अत्र रमाबाई रमाशिवरामन् भगिनी वदतु प्रश्नं अलोन्त्यस्य इति सूत्रस्य अत्र कार्यमस्ति वा भगिनी रूपद्वयम् उदाहरणं अलोङ्कस्य अपि अङ्गस्य पूर्णाङ्गस्य स्थाने गुणादेशः इति अत्र तु उपधायाम् अतः अवयवः अतः अलोङ्क्यस्य इत्यस्य नास्ति प्रसक्ति नास्ति आवश्यकता नास्ति आवश्यकता नास्ति आवश्यकता नास्ति यतोहि अत्र उपधायां गुणः इति उक्तं हा अत्र उदाहरणं वदामि महोदय अत्र रामनाथन् महोदय उदाहरणं दत्वा वदामि अत्र एक्साम्पल् फार् बोस् प्लीस् टेल् मी हा हा वदामि वदामि किञ्चित् किञ्चित् धैर्यं वदामि अस्तु वदामि ऐ एम् आल्सो कीपिङ्ग् क्वैट् नाट् आस्क्ड् वाट् इस् बुक् ऐ एम् वेटिङ्ग् भवती द्विवारं पृष्टवती गते सप्ताहे फ्रम् टु वीक्स् ऐ एम् वेटिङ्ग् एतत् परिसमाप्य एव अग्रे गन्तुं शक्नुमः अतः प्रथमम् एतत् किम् इति अवगच्छामः तदनन्तरं तस्य अनन्तरमेव साक्षात् अनन्तरं पुगन्तस्य इत्यस्य विवरणमस्ति अस्तु अत्र अत्र पश्यामः चेत् अत्र यत्र जि इति धातुः अस्ति जि इति धातुः अस्ति तर्हि जि इति धातुः अनन्तरं शप् इति प्रत्ययः अस्ति जि योगः शप् योगः ति इति अस्ति तत्र रामनाथन् महोदय वदतु अत्र केन सूत्रेण गुणकार्यं भवति न ह्रस्व ह्रस्व ह्रस्व इकारः जि इति धातुः भवति इति रूपं केन सूत्रेण सार्वधातुक अर्धधातु सार्वधातुक अर्धधातुकयोः सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति तत्र जि इति तर्हि जि इति अङ्गं कीदृश अङ्गम् इगन्त अङ्गम् अस्ति इगन्त अङ्गम् अस्ति जि इति इगन्तम् अङ्गम् अस्ति इदानीम् अत्र इ इति धातुं स्वीकुर्मः तस्य अनन्तरं तत्र अत्र ति इति प्रत्ययः अस्ति इति चिन्तयतु इ इति धातुः तदनन्तरं ति इति प्रत्ययः तिङ् प्रत्ययः अस्ति अतः सार्वधातुकः अस्ति खलु अत्र अत्र केन सूत्रेण गुणः भवति गुणः तु शप् न अत्र इ इति अङ्गम् अस्ति तस्य अनन्तरं ति इति प्रत्ययः अत्र विकरणप्रत्ययस्य लोपः जातः अदादिगणे इति चिन्तयतु विकरणप्रत्ययस्य लोपः जातः इ इति धातुः ति इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति यतोहि तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकः तर्हि इ योगः ति इति अस्ति तर्हि इक् इति अङ्गम् अस्ति वा अतः पश्यतु इ इति अङ्गम् अस्ति तर्हि सम्पूर्ण अङ्गम् इक् अस्ति इक् इति अङ्गं तद् इ इति धातुः इक् इति अङ्गं तत्र इक् इति अङ्गस्य अनन्तरं ति इति प्रत्ययः अस्ति ति इति प्रत्ययः सार्वधातुकप्रत्ययः अतः सार्वधातुकार्धातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति तर्हि इकः अङ्गस्य इत्युक्ते अङ्गमेव इक् तर्हि इ इति अङ्गमेव इक् अस्ति खलु हा तर्हि अत्र तस्मिन् सन्दर्भे सार्वधातुकार्धातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति यतोहि इकः अङ्गस्य गुणः तर्हि सम्पूर्ण अङ्गमेव इक् अस्ति इ इति धातुः अतः सूत्रस्य प्रसक्तिः अस्ति क्लेशः नास्ति परन्तु जि इति धातुः अस्ति जि इति धातुः अनन्तरं शप् इति प्रत्ययः अस्ति तत्र सार्वधातुकार्धातुकयोः इति सूत्रस्य कार्यं भवति खलु कथं भवति यतोहि सूत्रे तु इकः अङ्गस्य इति उक्तं तर्हि सम्पूर्ण अङ्गम् इक् अस्ति चेदेव भवति तर्हि तत्र इ इति अस्ति चेदेव भवति अथवा उ इति अस्ति चेदेव भवति तर्हि अत्र जि इति अस्ति कथं गुणः भवति इति चेत् तदर्थं तत्र येन विधिस्तदन्तस्य इति सूत्रम् आगत्य वदति इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गं, परन्तु तादृश अङ्गं यस्य अन्ते इक् वर्णः अस्ति इति वदति. तर्हि अत्र जी इति धातोः अपि अन्ते इक् वर्णः अस्ति खलु, अस्ति न वा, न अस्ति वा, न वा, अस्ति अस्ति, इकारः अस्ति. हा, तर्हि तत्र एन विधिस्तदन्तस्य इत्यनेन सार्वधातुकार्धातुकयोः इत्यस्य कार्यक्षेत्रम् इदानीम् इतोपि बृहत् भवति. तर्हि जी इति धातोः कृते अपि कार्यं भवति, अतः जे इति गुणः भवति. अवगतम्? अवगतम्, अवगतम्. हा, तर्हि तत्र वयम् अवगच्छामः एन विधिस्तदन्तस्य इत्यनेन तत्र न केवलम् इ इति अङ्गं, परन्तु तादृश अङ्गं यस्य अन्ते इक् अस्ति इत्यपि अवगच्छामः. तदनन्तरं तत्र अलोन्त्यस्य इति सूत्रेण अन्तिमवर्णस्य स्थाने कार्यं भवति, अतः न तु सम्पूर्ण अङ्गस्य. यदि अत्र सम्पूर्ण अङ्गस्य गुणः भवति चेत् अत्र जी इति धातोः स्थाने एव सम्पूर्ण जी इति अङ्गस्य स्थाने एकारादेशः भवति. एकारादेशः भवति चेत् अनिष्टरूपपतिः भवति. तदर्थम् अत्र अलोन्त्यस्य इति सूत्रं वदति, न तु सम्पूर्ण अङ्गस्य स्थाने गुणः नास्ति, परन्तु अन्तिम इक्वर्णस्य स्थाने गुणः इति वदति. तदर्थम् अत्र जी इत्यस्मिन् ईकारस्य स्थाने गुणः भवति, अतः जे इति भवति. भगिनि, न श्रूयते भगिनि, न श्रूयते भगिनि, मीना भगिनी. ऐ हाव् वन् वेरि बेसिक् क्वश्चन् मेडम्. जी इदानीं वर्णद्वयमेव, सपोज् वि हेव् त्री केरेक्टर्स्, त्री वर्णानि सन्ति चेत् कोऽपि वर्णः अङ्गं भवति वा? कोऽपि वर्णः अङ्गं भवति वा इति चेत् प्रश्नः कः, न अवगच्छामि. सो इट् इस् ओन्ली जी, जकार, इकार. जकारम्बि अङ्गम्, इकारम्बि अङ्गम्? न, सम्पूर्णस्य अङ्गसंज्ञा अस्ति. जकार अपि अङ्गम्, इकारः अपि अङ्गं नास्ति. तत्र जी इति अङ्गं, सम्पूर्णस्य अङ्गं, वर्णस्य अङ्गं न, अङ्गसंज्ञा नास्ति. अन्तिमवर्णः वा? न, न, एकक्षणं शृणोतु, शृणोतु भगिनि, संशय भगिनि, मीना भगिनि, एकक्षणम्, एकक्षणं. प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नाम अङ्गसंज्ञा अस्ति. तर्हि अत्र शप् इति प्रत्ययः अस्ति, तस्मात् पूर्वं जी इति अङ्गम् अस्ति. तर्हि तत्र जी इति सम्पूर्णस्य अङ्गसंज्ञा. ओके, ओके, ओके, नेवर गॉट इट, थैंक यू. मीना भगिनि वदतु. जी इति धातु अस्ति, अत्र एन विधिदान्तस्य सूत्रं नास्ति चेत् जी धातु जेति एति भविष्यति एव वा? न, एन विधि स्वतन्त्रस्य नास्ति, अलोन्त्यस्य सूत्रं नास्ति. अलोन्त्यस्य इति सूत्रं नास्ति चेत् तत्र जी इत्यस्य सम्पूर्णस्य स्थाने एकारादेशः भवति. तर्हि अयति इति भवति. अनन्तरं शप् योगयित्वा अयति भविष्यति. सत्यं, सत्यम्. अस्तु, अत्र पुगन्तलघुपदस्य च इति सूत्रे एन विधिस्तदन्तस्य अलोन्त्यस्य तयोः कार्यं भवति न वा इति अधुना चिन्तनीयं. तर्हि अत्र उदाहरणमस्ति बुद्ध् इति धातुः. तर्हि बुद्ध् धातोः अत्र बुद्ध् योगः शप् योगः ति इति अस्ति. तर्हि अत्र सूत्रे पुगन्तलघुपदस्य च इति सूत्रे उक्तमस्ति अङ्गस्य इकः लघुपदस्य अङ्गस्य इकः गुणः इति सूत्रे उक्तमस्ति. तर्हि सूत्रे स्पष्टतया उक्तं कुत्र गुणः भवति इति चेत् उपादायान् गुणः भवति इति सूत्रे सम्पूर्णतया उक्तं. तर्हि अत्र अङ्गस्य इकः तयोः विशेषणविशेष्यभावः एव नास्ति. यत्र विशेषणविशेष्यभावः अस्ति तत्र एव येन विधिस्तदन्तस्य इति कार्यं करोति. अतः अत्र बुद्ध् इति धातो वयं जानीमः उकारस्य उपादायां यः वर्णः अस्ति लघु इक् वर्णः तस्य गुणः भवति इति जानीमः. अतः अत्र येन विधिस्तदन्तस्य इत्यस्य आवश्यकता नास्ति. अपि च अत्र सम्पूर्ण अङ्गस्य गुणः इति अपि नास्ति, यतोहि अत्र इक् अपि अङ्गं तयोः विशेषणविशेष्यभावः एव नास्ति. अतः सम्पूर्ण अङ्गस्य गुणः इति अपि क्लेशः नास्ति. अतः येन विधिस्तदन्तस्य अपि अत्र आवश्यकः नास्ति. अपि च अलोन्त्यस्य इत्यस्य अपि आवश्यकः नास्ति. स्पष्टं वा? अतः तत्र बुद्ध् इति धातो पुगन्तलघुपदस्य च इत्यनेन गुणः भूत्वा बोध् इति भवति, बोधति इति रूपं. भगिनि स्वधातुक अर्धधातुकयोः सूत्रं लघु इकस्य इकः अङ्गस्य गुणः अत्र अन्तिमवर्णः इक् अस्ति चेत् गुणः अत्र उपधावर्णः एव वयं वदामि तत्र नो कनेक्षन् अट् आल् अत्र अन्तिमवर्णः तत्र अन्तिमवर्णः अत्र उपधावर्णः तर्हि अतः तत्र आवश्यकता नास्ति अतः आवश्यकता नास्ति तदेव उक्तवती खलु आवश्यकता नास्ति अत्र यतोहि अत्र सूत्रे स्पष्टता अस्ति अत्र परिभाषासूत्रस्य आवश्यकता कुत्र भवति यत्र स्पष्टता नास्ति सूत्रे सूत्रस्य अवगमनाय क्लेशः भवति तत्र एव परिभाषासूत्रस्य आवश्यकता अत्र तु तादृशक्लेशः किमपि नास्ति सूत्रे एव साक्षात् दत्तमस्ति उपधायां लघु इक्वर्णः अस्ति चेत् तस्य गुणः भवति इति उक्तम् अतः न कोऽपि क्लेशः अतः अत्र बुद्धधातोः अपि गुणः भवति अपि च अन्य कोऽपि धातुः अस्ति अत्र उपधायां लघु इक्वर्णः अस्ति चेत् तस्य अपि गुणः भवति अतः अत्र क्लेशः किमपि नास्ति अतः अत्र येन विधिस्तदन्तस्य अलोन्तस्य तयोः आवश्यकता नास्ति अस्तु अत्र लघुपदम् अङ्गम् इत्यर्थं यत् अङ्गं लघुपदम् अस्ति तस्मिन्नेव अस्य प्रसक्तिः अस्ति किं परन्तु इक् वर्णः उपधायामेव अस्ति इति कुत्र अस्ति अत्र अङ्गस्य विशेषणम् अस्ति लघुपदं परन्तु अङ्गे द्वे इक् वर्णाः सन्ति तर्हि उदाहरणं वदतु द्वे इक् वर्णः सन्ति चेत् तत्र किं भवति द्वे इक् वर्णौ स्तः किं भवति तत्र उदाहरणं ददतु उदाहरणम् ईयोगः ई इति अस्ति वा यत्र इक् वर्णद्वयम् अस्ति चेत् तत्र सन्धिकार्यं भवति खलु तर्हि दीर्घ ईकारः भवति ई योगः क योगः ई अस्ति चेत् ई योगः क योगः ई इति वा की कू अस्मिन् ऐ एम ट्राइंग टू से अ लॉन्ग वर्ड अ लॉन्ग अंगम विच हैज मल्टीपल इक् वर्णः तर्हि अत्र अत्र अत्र उपधा इति दलस्य आवश्यकता का यदि अत्र सूत्रे उपधा इति उक्तं किमर्थम् लघु उपधा तर्हि तत्र लघु उपधा इत्यस्य आवश्यकता का तस्य दलस्य आवश्यकता तत्र दलसार्थक्यम् इति करणीयं खलु तत्र तादृशदलस्य आवश्यकता का यदि अत्र धातव बहवः इक्वर्णः सन्ति तत्र यः कोऽपि इक्वर्णः भवतु तस्य गुणः भवतु इति अस्ति चेत् तर्हि किमर्थं लघुपदा इति उक्तं तस्य प्रयोजनं किम् उपधायां दीर्घः वर्णः अस्ति चेत् दीर्घ इक् वर्णः परन्तु प्रथमा आर् समदर् इक् मे बि देर् ह्रस्व दट्स् वै वास् कन्फ्यूस्ड् न न अत्र अत्र दलसार्थक्यं पश्यामः चेत् अत्र प्रायः तादृशधातुः धातुः अस्ति चेत् मनसि धातुः अस्ति चेत् नो चेत् अनन्तरं पश्यति चेत् तत्र वदतु कृपया तादृश उदाहरणं किमपि अस्ति चेत् तत्र इतोपि स्पष्टतया वक्तुं शक्नोमि परन्तु अत्र लघुपदस्य इत्यस्य दलसार्थक्यस्य विषये पठामः चेत् वयं स्पष्टतया ज्ञातुं शक्नुमः अत्र लघुपदा किमर्थं दत्तमस्ति तस्य महत्त्वं किम् इति चेत् तत्र लघु तत्र उपधायां लघु इति कस्य लघुसंज्ञा भवति लघुसंज्ञा स्वरस्य एव लघुसंज्ञा भवति तर्हि तत्र स्वरः अस्ति इति ज्ञातुं शक्नुमः लघु इत्यनेन एव वयं स्वरः अस्ति इति ज्ञातुं शक्नुमः उपधायां स्वरः अस्ति तर्हि तत्र स्वरः कीदृशस्वरः इति चेत् इकः लघुपदायां यः स्वरः अस्ति सः इकः एव भवितुम् अर्हति अन्यवर्णः न भवितुम् अर्हति अत्र अतः तत्र लघु इति संज्ञा इत्यनेन वयं ज्ञातुं शक्नुमः तत्र स्वरः एव भवितुम् अर्हति उपधायां तादृशस्वरः इकः इति तादृश अन्वयः भवति तत्र. अस्तु तत्र, परन्तु तत्र उदाहरणं किमपि अस्ति चेत् वदतु महोदय अग्रे दृष्ट्वा. धन्यवादः. यतोहि तत्र ई की इति दत्तमस्ति, परन्तु तत्र तत्र उपादायं स्वरः नास्ति. यद् उदाहरणं भवान् दत्तवान् ई योगः क योगः ई, तत्र उपादायं स्वरः एव नास्ति खलु, ककारः अस्ति उपादायम्. अतः Yeah, I don't know of a upada like that, but I could invent one. So I was just wondering, maybe there is no example like that. Yeah, try to invent and let me know. Okay. Astu. Bhagini? Yes, samyak asti. Chintayam samyak asti. Tathaiva chintaniyam. Astu. Bhagini, eka prashna, Bhagini. Eka prashna, Bhagini. Vadatu, atra Geetanjali Bhagini vadatu. भगिनि अवयवी अवयव इति द्वे पदे अवयविन् नकार पदमस्ति चेत् तदनन्तरम् अवयवी इति प्रथमविभक्ति एकवचनरूपम्. अपि च अवयव इति पदं न जानामि. अवयवः इति अकारान्तपुल्लिङ्गपदम्. अवयवः इति अकारान्तपुल्लिङ्गपदम्. अवयवी इति इणि प्रत्यान्तशब्दः. अवयविन् इति प्रातिपदिकम्. अवयवी इति प्रथमविभक्तौ एकवचने. अवयवी अवयविनौ अवयविनः. तदनन्तरम् अवयवः इति अवयवः इति भिन्नशब्दः. अवयवः इति अकारान्तपुल्लिङ्गशब्दः. अवयविन् विद्यार्थिन् कुशलिन् इव. अस्तु. अवयविन् इति अहम् अवगच्छामि, किन्तु अवयवः भिन्नपदमस्ति इति अहं न अवगच्छामि. भिन्नपदमस्ति, संस्कृतकोशे पश्यतु, अत्र अवयवः इति अस्ति. अस्तु अस्तु, धन्यवादः. अत्र अवयव अवयवी इत्युक्ते यत्र यत्र एकक्षणं, यथा अत्र शरीरम् अवयवी अस्ति, हस्तः अवयवः अस्ति, तयोः अवयवी अवयवसम्बन्धः अस्ति. शरीरं हस्तः तयोः, अथवा शरीरं पादः. अस्तु, प्रश्नः कः? भगिनी, वदि अभिवादन स्तुत्योः इदानीं दातु वदि अन्ते इकारः अस्ति, इद् प्लस् इ वदि, वाट् हेपन्स् टु दट्? वदि अन्ते इकारः, तत्र इत्संज्ञकवर्णः अस्ति वा इति पश्यतु. वदि इत्यस्मिन् तत्र ईकारः इत्संज्ञकः अस्ति, अतः तत्र लोपः भवति, अतः वद् इति अस्ति. अच्छा, ओके, धन्यवादः. अस्तु अस्तु, अत्र अत्र स्पष्टमस्ति वा? एकवारम् अत्र विजयलक्ष्मी भगिनी वदतु अत्र. भगिनि, वन् सेकेण्ड्. ओ, दट् example that you asked him to look for, was it for instead of lagu you wanted guru? No, atra mohodaye tu udaharanam dattam. Tatra tatra kakara hasti upadayam. Oh, ikvarna eva nasti, kakara hasti. Atah I have to come up with an example where there is an ik in hrasva ik in the upadha and another ik somewhere else. तथा अस्ति चेत् तत्र सन्धिकार्यं भवति महोदय, सन्धिकार्यं भवति तत्र. वदतु. धातुषु पूर्ण अङ्गम् इक् वर्णेन भवति वा? एतत्र इन् गतौ इति धातुः अस्ति खलु, इन् गतौ इ इति धातु. इदानीम् अत्र इत्संज्ञकवर्णानां लोपानन्तरं इ एव अवशिष्यते. तत्र अदादिगणे अस्ति इति कृत्वा तत्र शप् इति प्रत्ययः एव अस्ति तत्रापि. इ योगः शप् योगः इकारस्य इक् वर्णस्य उदाहरणं भवती दत्तवती इदानीं. एकक्षणम् तत्र तत्र सम्पूर्णतया वदामि. तत्र यतोहि प्रश्नः पृष्टः खलु, तत्र सम्पूर्णतया वदामि चेत् तत्र इ योगः शप् योगः ति, तत्र शप् इत्यस्य लोपः भवति, अतः ई योगः ति इति अस्ति. तर्हि अधुना अत्र अङ्गमेव इ इति अस्ति. अस्तु, प्रश्नः कः? ऋकारः किमपि उक्तवान् खलु इन् नकारस्य लोपानन्तरं इ एव अवशिष्यते अनन्तरं सार्वधातुक आर्धधातुकयोः इत्यनेन सूत्रेण तस्य गुणः भवति सत्यं समानं ऋकार उकारस्य उकारः ऋकारः एव अवशिष्यते इति अवगन्तुं कोऽपि उदाहरणमस्ति वा धातुषु तत्र ऋ इति अस्ति खलु ऋ गति गतिप्रापणयोः इति ऋ इति धातुः अस्ति अपि च तत्र जुहोत्यादिगणे अपि ऋ गतौ इति धातुः अस्ति ऋ गतौ इति धातुः उकारस्य तत्र भुवादिगणे उ इति धातुः अस्ति उङ् शब्दे ङकारस्य लोपनन्तरम् उ एव अवशिष्यते सत्यं तादृशदातवः यत्र केवलम् इकारः उकारः ऋकारः इति अस्ति तादृशदातवः प्रायः तत्र दशदातवः एव प्रायः भवितुमर्हन्ति अस्तु अस्तु समीचीनं धन्यवादः तर्हि तत्र कार्यक्षेत्रं बहु लघु अस्ति बहु लघु अस्ति तस्य तत्र क्षेत्रम् एव बृहत् भवति अतः तत्र क्षेत्रं बृहत् भवतु इति कृत्वा तत्र येन विधिस्तदन्तस्य इत्यस्य आवश्यकता नो चेत् तत्र बहुत्र गुणकार्यमेव न भवति धातु वा इति अर् गुणादेशः अर् अर् शप् अरति शप् योग न अत्र वस्तुतः तत्र ऋ धातोः तत्र अन्य आदेशः भवति धातु आदेशः भवति तत्र ऋच्छति इति रूपम् अस्ति परन्तु तत्र अन्य ऋ धातुः पश्यामः चेत् तत्र ऋ हिंसायाम् इति स्वादिगणे अस्ति तत्र गुणकार्यं न सम्भवति यतोहि स्वादिगणे अस्ति तत्र गुणकार्यं न सम्भवति भुवादिगणे तु धातु आदेशः भवति ऋच्छति इति रूपम् अस्तु यत्किमपि भवतु अत्र अग्रे सरेम अत्र विजयलक्ष्मी भगिनी भवती वदति वा सारांशरूपेण अत्र one doubt bagini see that vadi dhatu you said it is e becomes it varna but what is the sutra because halon halontya sya that sutra only it is hal varna that becomes it what about na vatma okay now I understand thank you astu atra vijayalakshmi bagni vadatu पूर्णसूत्रार्थ तत्र सारांशरूपेण वदतु भगिनी अत्र पठनस्य आवश्यकता नास्ति अत्र क्लेशः कः द्वयोः सूत्रयोः मध्ये क्लेशः कः किमर्थं सार्वधातुकार्धधातुकयोः इति सूत्रे येन वदतस्य अलोङ्कस्य इत्यस्य कार्यं किमर्थम् अस्मिन् सूत्रे पुगन्तलघुपदस्य च इति सूत्रे तस्य कार्यं नास्ति तयोः कार्यं नास्ति भ्वादिगणे द्वि कण्डिशन्स् द्वौ परिस्थितौ गुणकार्यस्य सम्भावना भवति एकः प्रथमं पठितवन्तः सार्वधातुक आर्धधातुकयोः इति तत्र इगन्ताङ्गस्य अन्ते यः इक् वर्णः भवति तस्य गुणः भवति तस्य कण्डिशन्स् पूर्तिकरणार्थं वयं येन विधिस्तदन्तस्य अनन्तरम् अलोन्त्यस्य इति द्वौ सूत्रौ उपयुज्य द्वे सूत्रे उपयुज्य अन्तिम इक्वर्णस्य अङ्गे अङ्गस्य कार्यं भवति इति पठितवन्तः परन्तु अत्र पुगन्तलघुपदस्य अत्र सूत्रे एव दत्तमस्ति यत् उपधायां यदि लघु इक् भवति तस्य इक् स्थाने गुणकार्यं भवति इति तत्कारणं येन विधिस्तदन्तस्य अनन्तरम् अलोन्त्यस्य द्वे सूत्रे अत्र न आगत्य किमपि अत्र सूत्रमेव स्पष्टम् अस्ति, तत्कारणं परिभाषासूत्रस्य आवश्यकं नास्ति. उपधायां यत् लघु इक् अस्ति तस्य गुणः भवति इति सूत्रं स्पष्टरूप सार्वधातुक अर्धधातुकयोः परे भवति चेत् उपधायां यत् लघु इक् भवति तस्य गुणः भवति इति पुगन्तलघुपदस्य इति सूत्रं वदति. एतदेव सारांशः. इतोपि किमपि अस्ति वा? श्रूयते न श्रूयते? अहं तु शृणोमि, परन्तु भगिनी न, विद्या भगिनी क्षम्यतां क्षम्यतां क्षम्यताम्. अत्र अधुना श्रूयते वा? श्रूयते. अस्तु अस्तु. द्वयोः सूत्रयोः भेदः कः इति चेत्, सार्वधातुकार्धधातुकयोः इति सूत्रे इकः अङ्गस्य तयोः विशेषणविशेष्यभावः अस्ति. यत्र विशेषणविशेष्यभावः अस्ति तत्र येन विधिस्तदन्तस्य इति सूत्रम् आगत्य सहकरोति कार्यक्षेत्रस्य किञ्चित् इतोपि बृहत् करणार्थं. परन्तु अत्र पुगन्तलघुपदस्य च इति सूत्रे अङ्गस्य इकः तयोः विशेषणविशेष्यभावः नास्ति. वयं जानीमः अङ्गस्य उपदायाम् इक् वर्णः इति स्पष्टतया जानीमः, अतः अत्र येन विधिस्तदन्तस्य इत्यस्य आवश्यकता नास्ति. अलोन्त्यस्य इत्यस्य अपि आवश्यकता नास्ति, यतोहि गुणकार्यम् उपदायां भवति इति स्पष्टमस्ति अत्र सूत्रे एव, अतः अलोन्त्यस्य इत्यस्यापि आवश्यकता नास्ति. अतः अत्र सूत्रार्थः अस्ति लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति. अस्तु अस्तु, अग्रे अत्र स्पष्टमस्ति इति मन्ये. प्रश्नः अस्ति वा? अस्तु अस्तु. अत्र लता भगिनी भवती एव पठतु अत्र भवत्याः जिज्ञासायाः उत्तरम्. पुगन्तस्य इत्यस्य सूत्रसहितं रूपं पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः. अनेन केषाञ्चित् विशिष्टधातूनाम् अङ्गस्य उपधायां यः इक्वर्णः सः लघुः नास्ति चेत् अपि गुणादेशः भवति. अर्तिर्हीव्लीरीक्नु ईष्मा याथां पुग्नौ इति सूत्रेण ऋकार ऋ वर्ण त्रिवर्ण व्लीवर्ण रि नूयि श्मायि इत्येषां धातूनाम् आकारान्तधातूनां च उक् आगमः भवति निच् प्रत्यये परे. यथा दा धातुः लटि ददाति, निचि स्थापयति. ओके, दा प्लस् निच् बिकम् अनुबन्धलोपे दा इ पुगागमः तत् भवति भविष्यति. द योगः प योगः इ भविष्यति दापि इति निजन्तधातुः. दापि योगः शप् योगः ति दापयति. एतादृशीषु स्थितिषु धातु निच् प्रत्यययोः मध्ये पुक् आगमः पुगागमः भवति. यथा दापि इति धातौ धाप् इति धातोः पुगन्तम् अङ्गम् इति उच्यते. पुक् अन्ते ह्यस्य तत् पुगन्तम्. यस् भगिनि, बट् दट् सूत्र तत् सूत्रम् अतिक्लिष्टकरः पठनार्थम् अतिक्लिष्टकरः अति ली वी रू ओके अत्र अर्ति अर्ति ह्री व्ली री ग्नु ई श्वायातां पुग्नौ पुग्नौ धातवः सन्ति भगिनि अत्र अर्ति अर्ति इति धातवः तत्र ऋ इति धातोः अर्ति ह्री इति धातुः व्ली इति धातुः ह्री ग्नुयि इति धातुः क्ष्मायि इति धातुः अनन्तरम् आताम् इति अकारान्तधातवः इति अर्थः. We have not heard of any of these dhatus. I'm sorry, I have not heard. Maybe others have heard. Pugantasya angasya ikaha gunaha sarvadhatukarja dhatuka yoho. Okay, vivaranam asti anena keshanchit vishishta dhatuna. Okay, angasya upadayam yaha ikvarnaha. सः लघु नास्ति चेदपि गुणादेशः भवति. इदानीन्तन वयं सूत्रे उपदायाम् अस्ति, धातौ उपदायां लघु इक् वर्णः अस्ति चेत् एव गुणः भवति इति वयं चिन्तितवन्तः. अत्र विवरणम् अस्ति लघु नास्ति चेदपि गुणादेशः भवति विशिष्टधातूना. ते विशिष्टधातवः अर्ति ह्ली व्ली री नु ओके सूत्रेण रु ह्री व्ली री नुयि श्मायि इत्येषां धातूनां ह्री इति धातौ ईकारः अस्ति लघु न. व्ली अपि ईकारः, ह्री धातौ अपि ईकारः, स्नूयी अपि उपदा ऊकारः स्नू अस्ति, श्मायी धातौ अपि उपदा आकारः अस्ति. सो विशिष्टधातूनां लघु उपदा नास्ति चेदपि उपदायां लघु इकः नास्ति. भगिनि एकक्षणं, अत्र ह्री इति दीर्घ इकारः अस्ति इति अत्र दीर्घ इकारः उपदायां नास्ति खलु ह्री इति धातोः, तर्हि कथम् अस्ति अन्ते इकारः अत्र अत्र अत्र उपदायां नास्ति, अत्र अत्र कः विषयः, कः विषयः कः इति चेत् अत्र एषु धातुषु पुक् आगमः भवति अत्र पुक् एकक्षणं भगिनि एकक्षणम् अत्र एतेषु धातुषु पुक् आगमः भवति, पुक् इति आगमः अस्ति, पुक् इति आगमः अस्ति, तेन एतेन सूत्रेण अर्ति ह्री व्ली री नू ई श्मायातां पुग् नौ इति अस्ति, तर्हि नौ इति निच् प्रत्ययः परः, निच् अथवा निङ् इति प्रत्ययः, नौ इत्यनेन नी इत्यस्य नौ इति सप्तम्यन्तम्, तर्हि तत्र णी इत्यनेन निच् प्रत्ययः अथवा निङ् प्रत्ययः एतेषु एतयोः प्रत्ययोः परयोः पूर्वं कीदृशधातवः इति चेत् तत्र ऋ धातुः ह्री धातुः ली री नूयि श्मायि एतेषां धातूनाम् अपि च आकारान्तधातूनां पुक् आगमः भवति. एतत्र उदाहरणं पश्यामः चेत् तत्र दा इति धातुः अस्ति, दा धातुतः निच् प्रत्ययः विधीयते चेत् अत्र कुत्रचित् ध्वनिः अस्ति, म्यूट् कुर्वन्तु. मीना भगिनी, म्यूट् करोतु भगिनी, प्रतिध्वनिः अस्ति अत्र. यथा अत्र दा धातुः अस्ति, दा धातुः आकारान्तधातुः अस्ति, आकारान्तधातुतः यदा निच् इति प्रत्ययः विधीयते अत्र प्रेरणार्थे निच् विधीयते, तर्हि निच् इति प्रत्यये तत्र निच् प्रत्यये अनुबन्धवर्णाः सन्ति खलु, अत्र निच् प्रत्यये अत्र इत्संज्ञकवर्णः सन्ति वा, अत्र रविकला भगिनी वदतु. भगिनी हा निच् प्रत्यये इत्संज्ञकवर्णः सन्ति वा? अस्ति. वदतु. चकारः. केन सूत्रेण? हलान्त्यम्. हा हलन्त्यं. तदनन्तरं हलन्ति तस्य लोपः. सत्यं. तदनन्तरं णकारः. केन सूत्रेण? आदिरि इटुडवः. आदिरिटुडवः तत्र आदिरिटुडव इत्यस्य कार्यमस्ति वा अत्र? चुटु इति सूत्रेण चवर्गीयवर्णः अथवा टवर्गीयवर्णः प्रत्ययस्य आदौ. तर्हि अत्र णकारः टवर्गीयवर्णः, अतः चुटु इत्यनेन नकारस्य संज्ञा. तर्हि तत्र तत् किम् अवशिष्यते? इकारः अवशिष्यते. हा इकारः अवशिष्यते. अस्तु भगिनि, धन्यवादः. तर्हि दायोगः निच् इत्यस्मिन् निच् प्रत्यये चकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा, आदौ णकारस्य चुटु इत्यनेन इत्संज्ञा, तर्हि इकारः अवशिष्यते. तर्हि दायोगः इ इत्यस्ति. अधुना अत्र पुगागमः भवति. पुगागमः अनेन सूत्रेण अर्ति ह्रीव् ली री क्नुयि क्ष्मायातां पुङ्नौ इति सूत्रेण पुगागमः. तर्हि पुक् इति आगमः. तर्हि पुक् आगमः कुत्र भवति इति चेत् अत्र धातोः भवति, धातोः एव पुगागमः भवति. पुगागमः कुत्र तिष्ठति इति चेत् अत्र अत्र अत्र एकं परिभाषासूत्रमस्ति. आद्यन्तौ टकितौ इति एकं परिभाषासूत्रमस्ति. अत्र विवरणं न दत्तं, यतोहि अत्र पुगन्तलघु पुगन्त अङ्गम् इति अस्माकं विषयः नास्ति इति कृत्वा अत्र विवरणं न दत्तम्. एवमेव वदामि सूचनार्थम्. अग्रे गत्वा कदाचित् वयम् आद्यन्तौ टकितौ इति सूत्रस्य विवरणं पठिष्यामः. आद्यन्तौ टकितौ इति सूत्रं किं वदति इति चेत्, यत्र आगमः अस्ति, यः आगमः कित् अस्ति अथवा यः आगमः टित् अस्ति, इत्युक्ते टकारस्य इत्संज्ञा नो चेत् ककारस्य इत्संज्ञा. यथा अत्र पुक् इति आगमे ककारस्य इत्संज्ञा अस्ति खलु, कित् अस्ति. पुगागमः कित् अस्ति, यतोहि ककारस्य इत्संज्ञा अस्ति. कुत्रचित् आगमः टित् अपि भवति. यत्र आगमः टित् अस्ति, तर्हि यस्य आगमः तस्य आदौ आगत्य उपविशति टित् अस्ति चेत्. यत्र आगमः कित् अस्ति, सः आगमः यस्य आगमः तस्य अन्ते आगत्य उपविशति. तर्हि अत्र पश्यामः चेत् पुक् इति कित् अस्ति. पुक् आगमे ककारस्य इत्संज्ञा अस्ति हलन्त्यम् इति सूत्रेण. अत्र उकारः उच्चारणार्थः अस्ति, तर्हि पकारः एव अवशिष्यते. अस्तु, इदानीम् अत्र पकारः कुत्र आगत्य उपविशति इति चेत्, धा इति अकारान्तधातुः अस्ति, धातोः आगमः. अतः यः आगमः कित् अस्ति, सः आगमः यस्य आगमः तस्य अन्ते आगत्य उपविशति. तर्हि दा धातोः आगमः, अतः दा धातोः अन्ते आगत्य उपविशति. कित् अस्ति चेत् अन्ते उपविशति, टित् अस्ति चेत् आदौ उपविशति. तर्हि अत्र कित् इति कृत्वा दा इत्यस्य अन्ते आगत्य उपविशति. तर्हि दाप् योगः इ दापी इति नूतनधातुः, निजन्तधातुः. प्रेरणार्थे निच् निजन्तधातुः अस्ति धापी. अधुना दापि इति अस्ति. तर्हि अत्र इदानीम् अत्र अस्माकं विवक्षा लट् लकारस्य प्रथमपुरुषे एकवचनान्तरूपम् अस्ति चेत्, तर्हि दापियोगः शप् दापियोगः ति इति अस्ति. ति इति प्रत्यये अपि पकारस्य इत्संज्ञा भवति, तिप् इति कृत्वा पकारस्य इत्संज्ञा. अतः दापियोगः ति. अधुना शप् इति विकरणप्रत्ययः मध्ये आगच्छति कर्तरी शप् इति सूत्रेण. अतः दापियोगः शप् योगः ति. अस्तु भगिनी, अधुना वदतु. भगिनी एकः संशयः. न्या धातो ज्ञापयति, मा मापयति, या यापयति. अत्र इदानीं सेम् रूल् विल् अप्लै, रैट्? सत्, बट् सर्वत्र अकार सर्वे अकारान्तधातूनां. हा संशयः, पा कथं पाययति भवति, भा कथं भवति? अत्र अत्र एतत् सूत्रं सर्वत्र आकारान्तधातूनाम् एतदेव कार्यं करोति इति नास्ति खलु. तत्र अन्यानि सूत्राणि अपि सन्ति. अत्र शाचा शाचा सा ह्वा व्यावेपाम् इति सूत्रेण युक् आगमः भवति. तर्हि अत्र केषाञ्चन परिगणितानां धातूनां कृते युक् आगमः अपि भवति, यथा पा इति अस्ति चेत् पाययति इति अस्ति. यत्र यत्र एकक्षणं भगिनि, एकक्षणं अहं समापयामि. यत्र प्रेरणार्थ निच् इति विषयः आगच्छति तस्मिन् सन्दर्भे पठितुं शक्नुमः. अधुना केवलम् अत्र पुगागमस्य विषयः इति कृत्वा तदेव दत्तम्. अस्तु भगिनि, दापि योगः शप् शप् पकार हलन्त्यं गच्छति, श अपि गच्छति, आ तिष्ठति. दा दा इ प्लस् अ, ओ इ प्लस् अ ऐ ऐ भवति वा? इदानीम् अत्र क्रमेण वदतु, दापि योगः शप् योगः ति, तत्र शप् इत्यस्य अकारः अवशिष्यते. अधुना किं भवति? दापि अति अकार दापि पदे ई कथं गच्छति? अस्तु अस्तु, अत्र अत्र कः वदति? अत्र वसन्ती भगिनी वदतु. दापयति, हा दापयति रूपं समीचीनम्. अत्र कथं भवति कार्यम्? अत्र एतावता अस्माभिः सूत्रद्वयं पठितं, सार्वधातुक आर्धातुकयोः अपि च पुगन्तलघुपदस्य च. अत्र द्वयोर्मध्ये कस्यापि प्रसक्तिः अस्ति वा? अहं सर्वं श्रुतवती, इको एनचि, एचोय वायवः, सर्वदात्कादेव, कोऽपि पुगन्तलघुपदस्य इति न उक्तवान्, तावत् अहं सन्तुष्टा अस्मि. हा अत्र वदतु वसन्ति भगिनि. सार्वधातुक आर्धधातुकयोः कथं प्रत्ययः किल? न न, एकक्षण भगिनी, वसन्ति भगिनी वदतु. शप् विकरणप्रत्यय, तिङ्क्षित् सार्वधातुकं. निच् प्रत्यय, द कण्टेण्ट् इस् ई, न निच् प्रत्यय समाप्तम्. अधुना दापि इति धातुः अस्ति, नूतनधातुः, तस्मात् शप् इति प्रत्ययः, ति इति प्रत्ययः, शप् इति प्रत्ययः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकः. अधुना किं भवति? दापि इति अङ्गम् अस्ति, शप् प्रत्ययात् पूर्वम् अङ्गम् अस्ति दापि इति अङ्गम्. कीदृश अङ्गम्? दापि इगन्तम् अङ्गम्. अतः अतः सार्वधातुक आर्धधातुकयोः सूत्रेण गुणकार्यं भवति. हा तर्हि किं भवति? दापि इकारं इल्बे दापे, दापे योगः अयोगः. अधुना हा सत्यं, बहु सम्यक् सम्यक् भगिनि. गुणः भवति प्रथमं गुणः भवति, सत्यं. तर्हि दापि इति तत्र गुणः भवति एकारः, दापे दापे योगः अयोगः इति. अधुना एचोय वायावः इति सूत्रेण यान्तावान्तदेशसन्धिः भवति, अयादेशः भवति. तर्हि एकारस्य दापै योगः अयोगः इति, दापय योगः इति, दापयति. अवगतं भगिनि, अवगतं. परन्तु पुक् पदस्य अर्थं सम्पूर्णं न अवगतं. एकक्षणं भगिनि, भवती किञ्चित् प्रतीक्षां करोतु, अत्र अग्रे तदेव अग्रे अग्रिमविषयः अस्ति. तर्हि अत्र अत्र अत्र प्रश्नः भवति, तत् तर्हि तत्र दापि इति इति धातु अकारान्तधातुतो धातूनां कृते तु अत्र पुगन्तलघुपदस्य च इत्यस्य कार्यं नास्ति. तर्हि अत्र सूत्रे अत्र पुगागमः, तत्र पुगन्तम् इति अस्य विवरणं किम् इति प्रश्नः भवति, यथा अत्र लता भगिनी पृष्टवती. पुगन्तम् इत्यस्य विवरणम् इतोपि आवश्यकं खलु, अत्र दापि इति धातो नास्ति, तर्हि तदर्थमेव अत्र अन्ये धातवः अपि सन्ति खलु, अर्ति, ह्री, व्ली, री, नुयिष्, मायातम् इति सूत्रे न केवलम् आकारान्तधातवः अपि च ऋकारः, ह्री, व्ली, री एते धातवः अपि सन्ति, तर्हि अधुना एतेषां धातूनां कृते का व्यवस्था इति पश्यामः। तर्हि अत्र ऋ इति धातु, ऋ इति धातु, एकनिमिष एकप्रश्नः अस्ति, सूत्रे तु अर्ति अस्ति किन्तु आवलेः ऋ एव अस्ति, अर्ति धातु नास्ति किम्? अस्ति, धातुः एव भगिनि, अत्र ऋ इत्यस्य धातुनिर्देशः क्रियते, धातुनिर्देशः क्रियते, धातुनिर्देशः सूत्रेषु किञ्चित् तत्र भिन्न भिन्नप्रत्ययं योजयित्वा धातुनिर्देशः क्रियते, तत् कथम् इति अग्रे पश्यामः। अनन्तरं भवती उक्तवती पुग्नौ, के प्रत्ययाः सन्ति तत्र? निच् अपि च निङ् निङ् इति अन्यः प्रत्ययः, निच् प्रत्यये निङ् प्रत्यये पुग् आगमः भवति, सत्यम्। भगिनी दा धातु तु जुहोत्यादिगणे भवति, दापि अन्येक धातु वा? न, स एव धातु, स एव धातु, तर्हि तस्य गणः भिन्नः वा? न, स एव गणः, जुहोत्यादिगणे एव, परन्तु शप् कथम् आगच्छति? न, अत्र दापि इति, दापि इति नूतनधातुः भगिनि, दापि इति नूतनधातुः, दापि इति नूतनधातुः, दापि इति नूतनधातुः, यतोहि अत्र जुहोत्यादिगणे दा इति एव धातुः अस्ति, न तु दापि, जुहोत्यादिगणे दा इति भवति, डिच् योजनेन परे न योगे, निच् योगे दापि इति भवति, दापि चुरादिगणे भवति वा? न न न, चुरादिगणे अत्र यत् दापि इति धातुः अस्ति तस्य गणः एव नास्ति, गणः नास्ति, गणः एव नास्ति, शप् शप् सर्वे धातोः विकरणप्रत्ययः शप् एव वा? सत्यं, शप् इति यत्र शप् इति वदामः विकरणप्रत्ययः, तत्र शप् इति तत्र धातोः सूचना, तत्र गणस्य सूचना नास्ति, स्वादिगणे एव भवतु इति नास्ति तत्र शप्, यथा अत्र स्वादिभ्यः श्नु इति, स्वादिगणे श्नु इति विकरणप्रत्ययः इति वदामः, तत्र तु स्वादिगणे अस्ति चेदेव श्नु इति विकरणप्रत्ययः भवति, परन्तु शप् इत्यस्य कृते तथा नास्ति, अत्र कर्तरी शप् इति एव अस्ति, तर्हि अत्र यः कोऽपि धातुः भवतु तत्र डिफाल्ट् अस्ति शप्, कर्तरी शप् कर्मणि कर्मणि कार्ये शप् न भवति, सत्यं न भवति। अस्तु, अत्र अत्र अस्माकं विषयः धातूनां पुक् आगमः भिन्नसूत्रेण न, अस्मिन् सूत्रे एव तदेव वदन्ति अस्मि खलु, अर्ति, ह्री, व्ली, री, नुयिष्, माय, आताम्, आताम् इत्यनेन आकार, अत्र तर्हि अत्र आकारान्तधातूनां कृते पुग् आगमः तु भवति, परन्तु तत्र पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः किमपि नास्ति, तदर्थम् अत्र पश्यामः, अत्र ऋ इति धातुः धातुं स्वीकृत्य पश्यामः चेत् अत्र ऋ इति धातुः तत्र सूत्रे अर्ति इति दत्तमस्ति, धातुनिर्देशः अस्ति, तर्हि ऋ धातोः तत्र ऋ योगः णिच् इति अस्ति, ऋ योगः णिच् तत्र णिच् प्रत्यये पुनः नकारस्य इत्संज्ञा भवति, चकारस्य इत्संज्ञा भवति, नकारस्य चुटु इत्यनेन इत्संज्ञा, चकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा, इकारः अवशिष्यते, तर्हि ऋ योगः इ इति अस्ति, अधुना अनेन सूत्रेण पुगागमः भवति, पुगागमे तर्हि पुनः तत्र पुगागमे ककारस्य इत्संज्ञा अस्ति, हलन्त्यम् इत्यनेन उकारः उच्चारणार्थः, तर्हि पकारः अवशिष्यते, तर्हि तत्र पकारः कुत्र आगच्छति आगमः पुगागमः इति चेत् धातोः अन्ते पुक् कित् अस्ति, अतः अन्ते आगच्छति, तर्हि ऋ योगः पकारः योगः इ, तर्हि ऋ योगः पकारः योगः इ, अधुना अत्र ऋकारः उपदायाम् अस्ति, अस्ति वा न वा? अस्ति खलु, अस्ति, हा, ऋ योगः प, इदानीं ऋप् इति अस्ति, ऋप् योगः णिच्, तर्हि ऋप् इत्यस्मिन् तत्र उपदायाम् इक् वर्णः अस्ति, ऋकारः इक् वर्णः अस्ति, ह्रस्वः अपि अस्ति, लघु अस्ति खलु, लघु उपदा अस्ति ऋ, तर्हि अत्र लघु, अत्र लघु उपदा, लघु उपदा अस्ति, अतः अत्र गुणः भवति पुगन्तलघुपदस्य च इत्यनेन गुणः ऋकारस्य गुणः अर् तर्हि अर्प, अर्प् योगः इ, तर्हि अर्पी इति नूतनधातुः, अर्पी इति नूतनधातुः, पुनः तत्र शप् इति आगच्छति, शप् योगः ति, अर्प् योगः शप् योगः ति, तर्हि तत्र अर्पी योगः शप् योगः ति, पुनः यथा यथा अत्र दापयति इत्यस्मिन् आसीत् तर्हि पुनः तत्रापि अर्पी योगः शप् योगः ति, तत्र अर्पी इत्यस्य गुणकार्यं भवति सार्वधातुक आर्धधातुकयोः इत्यनेन, तर्हि अर्पे योगः शप् योगः ति, अधुना पुनः एचोय वायावः इत्यनेन सन्धिकार्यं, तर्हि अर्पय अर्पयति इति रूपम्। अधुना अत्र ह्री इति धातुः एवमेव अस्ति भगिनि, दापि इति कथम् आसीत् तथैव अत्रापि अस्ति, अत्र अग्रे अग्रे अत्र अत्र अधिकविवरणं न दत्तम्, अत्र अधिकविवरणं न दत्तं यतोहि अत्र अस्माकं विषयः नास्ति, पुगन्तम् इति कथं कार्यं करोति इति एकवारं वदति अत्र, यतोहि अस्माकं मूलविषयः तु लघुपदस्य अङ्गस्य एकः गुणः इति अस्माकं मूलविषयः, अतः अत्र अस्मिन् विषये अधिकं न दत्तम्, अवगच्छति चेत् समीचीनं, नो चेत् चिन्ता नास्ति, अग्रे गत्वा पठिष्यामः। पुक् इति प्रत्याहारः नास्ति किल, पुक् इति आगमः, आगमः अपि च तत्र तत्र ह्री इति धातुः अस्ति खलु, तत्रापि एकवारं वदामि, अग्रिमसप्ताहे पुनः पश्यामः, अत्र ह्री इति धातुः अस्ति तर्हि तत्रापि पुक् आगमः भवति, ह्री योगः पयोगः निच्, तर्हि ह्रीप् इति अस्ति, ह्रीप् योगः निच्, तर्हि ह्रीप् इत्यस्मिन् उपदायाम् अत्र लघु इक् नास्ति, ह्रीप् इति अस्ति खलु, लघु इक् वर्णः नास्ति, लघु हा लघु इक् वर्णः नास्ति चेदपि गुणः भवति पुगन्तलघुपदस्य च इत्यनेन, यतोहि अत्र सूत्रे तु पुगन्तस्य अङ्गस्य इकः गुणः इति अस्ति, अतः तत्र लघु नास्ति चेदपि गुणकार्यं भवति, अतः ह्री इत्यस्य गुणकार्यं भूत्वा ह्रे ह्रेप् इति भवति, तर्हि ह्रेपि इति नूतनधातुः, ह्रेपि इति नूतनधातुः, पुनः ह्रेपि योगः शप् योगः ति, यथा अत्र पूर्वं यथा अत्र दापि इति दृष्टमासीत् तथैव अत्र ह्रेपि योगः शप् योगः ति, पुनः गुणकार्यम् एचोयवायवः सन्धि सर्वं कृत्वा ह्रेपयति इति रूपम्, एवमेव लेपयति रेपयति इति तादृशरूपाणि सर्वत्र सर्वत्र पुगन्तलघुपदस्य च इति कार्यं करोति इति एव विषयः। सिमिलर्लि लिक् धातु सिक्स् गण गणे अस्ति किल, तत्र इन् सम् प्रत्ययस् विषये लेखितुं किल गुणः भवति, कुत्र लिखति लिखति इति लिख् धातुः लिखति न भवति, लिखति एव तिष्ठति, परन्तु तुमुन् प्रत्यये योजनेन लेखितुं भवति किल, तत्र तुमुन् प्रत्ययः तुमुन् प्रत्ययः तु अर्धधातुकप्रत्ययः अस्ति खलु, अतः गुणकार्यं भवति तत्र। ओके ओके हा हा well, but one thing I did not understand, da dhatuhu nich, if we add nich pratyaya to any dhatu, will it become a new dhatu? Satyam, satyam, sarvatra nich pratyase yogena nutana dhatuhu nishpadyate. Chur dhatu chorayati, nichapri chorayati eva kila? Chori. चोरि इति नूतनधातुः अस्ति, चोरि इति चुर् धातुतः निच् योजनेन चोरि इति नूतनधातुः आतिदेशिकम् भगिनि। अत्र अन्यः प्रश्नः आसीत् खलु वसन्ति भगिनि वा, का आसीत् भगिनी? सूर्यकुमारी। हा सूर्यकुमारी भगिनी वदतु। प्रथमं सूत्रेण प्रथमं नूतन धातु भवति, तदनन्तरम् अलन्तिं सूत्रेण गुणकार्यं भवति। हलन्त्यं सूत्रेण नास्ति, अत्र दापि इति अस्ति चेत् तत्र सार्वधातुक अर्धधातुकयोः सूत्रद्वयमेव अस्ति खलु गुणकार्यस्य कृते. एकमस्ति सार्वधातुक अर्धधातुकयोः, यत्र अङ्गस्य अन्ते एकवर्णः अस्ति चेत् तर्हि सर्वत्र द्रष्टव्यम् अङ्गस्य अन्ते कः वर्णः इति द्रष्टव्यम्. अङ्गस्य अन्ते इक्वर्णः अस्ति चेत् गुणकार्यं भवति सार्वधातुक अर्धधातुकयोः इत्यनेन. तदनन्तरं द्रष्टव्यम् उपधायां कः वर्णः अस्ति इति द्रष्टव्यम्. उपधायां लघु इक्वर्णः अस्ति चेत् तत्रापि गुणः भवति पुगन्तलघुपदस्य च इति सूत्रेण. तर्हि सूत्रद्वयमेव अस्ति अस्माकं पुरतः. अस्तु भगिनी, भवति खलु तत्र प्रथमं दीर्घ इकारस्य गुणं भवति, अनन्तरं निच् पुनः वदतु. रेपयति खलु, रेपयति, हा तत्र प्रथम दीर्घ इकारस्य गुणं भवति अनन्तरं न दीर्घ इकारस्य प्रथमं गुणः न भवति, रीयोगः निच् प्रथमतया पुगागमः भवति. क्षम्यतां पुगागमः भवति, इदानीं तु रीप् भवति, अनन्तरं दीर्घ उकारस्य गुणः भवति एतेन सूत्रेण अर्तिह्री. न अर्तिह्री इत्यनेन गुणः न भवति, अर्तिह्री इत्यनेन केवलं पुगागमः एव. अत्र पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवति, यतोहि सूत्रे पुगन्तम् इति उक्तं खलु. अत्र पुगन्तलघुपदस्य च इति सूत्रे कार्यद्वयं वर्तते. एकमस्ति लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति एकं कार्यं. तदनन्तरं पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति अन्यत् कार्यम्. एतावता अस्माभिः लघुपदस्य अङ्गस्य इकः गुणः कथं भवति इति दृष्टम्. अधुना अत्र पुगन्तस्य अङ्गस्य इकः गुणः कथं भवति, पुगन्तम् अङ्गं कुत्र भवति इति चेत् निजन्तप्रसङ्गे एव पुगन्तम् अङ्गं भवति, तत्रापि गुणकार्यं भवति इत्येव विषयः. अस्तु, इदानीं तु रेप् भवति, अनन्तरं निच् प्रत्ययस्य इकारः आगच्छति, रेफी भवति, अनन्तरं पुनः शप् प्रत्यय आगच्छति, तत्र रेपयति भवति खलु. रेपयति, धन्यवादः भगिनि. अस्तु, तर्हि सर्वे किञ्चित् चिन्तनं कुर्वन्तु गृहपाठरूपेण. दापि इति अस्माभिः यथात्र जीयोगः अयोगः इति तस्मिन् सन्दर्भे अस्माभिः दृष्टं कथं कार्यं भवति इति पूर्वस्मिन् करपत्रे, अत्रापि तथैव अस्ति. केवलं भेदः कः इति चेत् पुगागमः भवति अपि च निच् विधानं, तावदेव भेदः. भगिनि पुक् इति किमर्थं भगिनि? गीता अस्मि विलम्बेन. हा हा, पुक् इति किमर्थमिति वा? पू एव अस्ति अत्र, पुक् किमर्थं? पुक् किमर्थमिति चेत् तत्र ककारः आगमस्य सूचकः अस्ति. एतत्र अस्माभिः पूर्वमपि पठितं, यत्र ककारः अथवा टकारः आगमस्य सूचकः अस्ति, अतः अत्र पुक् इति उक्तं. तर्हि वयम् अवगच्छामः पुक् कित् अस्ति, ककारस्य इत्संज्ञा अस्ति, अतः यस्य आगमः अस्ति तस्य अन्ते आयाति इति अवगच्छामः. अतः अधुना पुक् आगमः धातोः अन्ते आयाति. धन्यवादः. अस्तु अस्तु, अत्र स्थगयामः. कोऽपि प्रश्नः वा? पुनः सर्वे पठन्तु, अग्रिमसप्ताहे पुनः पुगागमस्य चिन्तनं कुर्मः. अस्तु भगिनि, पुक् अस्तु भगिनि, धन्यवादः. पुक् विशेषण, धन्यवादः. किं भगिनि, वन् क्वश्चन्, सार्वधातु एक उमा भगिनि एकक्षणम्, अत्र का उक्तवती? सूर्यकुमारी भगिनी वदतु. पुक् प्रत्याहारण, पुक् प्रत्याहारः नास्ति भगिनि, आगमः. उमा भगिनी वदतु. नो, सार्वधातुक अर्धधातुकयोः, दट् ओन्लि इण्डिकेट्स् दट् इट्स् गोयिङ्ग् टु बी, सारी, ऐ वाण्ट् दट् मीनिङ्ग् आफ् दट् सूत्र. मीनिङ्ग् आफ् विच् सूत्र? दट् सार्वधातुक अर्धधातुकयोः. वयं बहवः वारं दृष्टवन्तः खलु सार्वधातुक अर्धधातुकयोः इत्युक्ते तत्र अङ्गस्य अन्ते इक् वर्णस्य गुणः इति एव सारांशः. सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः अस्ति चेत् अङ्गस्य अन्ते यः इक् वर्णः अस्ति तस्य गुणः. थैंक् यू, धन्यवादः. अङ्गस्य अन्ते गुणः तावदेव तत्र अङ्गस्य अन्ते इक् वर्णस्य गुणः. अस्तु, धन्यवादः. धन्यवादः भगिनी. नमस्कारः.